अस्माकं धातुविज्ञानं तृतीयकरपत्रं किञ्चित् एव अवशिष्टम् अस्ति अधुना. अधुना वयं किं कुर्म, गतरविवासरे अभ्यासकार्यं प्रचलितमासीत् यत् धातोः लौकिकरूपं किं, पदव्यवस्था का, इडव्यवस्था का इति चलितमासीत्. द्वौ एव धातु अवशिष्टौ, तर्हि तौ समापय अग्रे गच्छामः. अधुना अस्ति मीना सुन्दरेशन् महोदय अस्ति खलु? अस्मि महोदय. नमस्ते महोदय. शुठि शोषणे करोति. शुठिशोषणे शुठिशोषणे शुठि अनुनासिका अस्ति. शोषणे उपदेशे इत्संज्ञा भवति, अनुनासिक इकारः, तस्मात् लोपः शुट् अवशिष्यते, अनुनासिकलोपः. उदात्तः अस्ति, अनुदात्तः नास्ति, स्वरितः नास्ति, तस्मात् उदात्तः अस्ति. उदात्तः इति कारणात् किम् उदात्तः अस्ति? इकारः अस्तु, उदात्तः अस्ति, तस्मात् परस्मैपदं शुट् भवति, ऐ मीन् इकारः लोपः उपदेश अच्छनुनासिकसंज्ञात् कारणात् इकारः लोपः, अच् इकारः लोपः ततः शुट् एव अवशिष्यते. उदात्तः अपि भवति, तस्मात् परस्मैपदम् इति ज्ञातम्. इदितो नु आगमः इति सूत्रेण नकारः आगच्छति. शुण्ट् इति लौकिकधातु. उत्तमम्. ततः शुण्ड् शुण्ड् एकाच उदात्तः. एकनिमिषः, लट् लकारे प्रथमपुरुषे एकवचन रूपं वदतु. लट् लकारे शुण्डति, शुण्ठति, शुण्ठति. परस्मैपदं यदितो नुं भवति, तस्मात् शुण्ड् शुण्ड् शप्ति शुण्डति, शुण्डति. ततः परं द्वितीय कारणं किं किं वक्तव्यं, ततः परं इडागमः. इडागमः इदागमः अवस्था इदवस्था नास्ति इति चिन्तयामि. अनुदाते चेत् आत्मनेपदम् आर्धदातुक आर्धदातस्य इद् बलादेः वयं जानीमः. शुण्ड् धातु सेट् अस्ति, अनिट् अस्ति वा? शुण्ड् धातुः सेट् अस्ति, अनिट् अस्ति वा? बलादेः उपदेश शुण्ड् एका च अस्ति वा? शुण्ड् शुण्ड् एका च अस्ति, या एका च अस्ति. तर्हि तथा च उपदेशे अनुदात्तात् अतः न इत् तर्हि अत्र कः वर्णः द्रष्टव्यम्? शकारः उकारः नकारः डकारः. हा तत्र अस्माभिः कं अस्माभिः कः वर्णः द्रष्टव्यः इडव्यवस्था कृते? एकाचः न, तत्तु अस्ति, तत् अचः अत्र एकाचः कः अस्ति? एकाचः नास्ति, उकारः नकारः अस्ति अपि एव. तर्हि एकाचः तु अस्ति खलु, एकाचः नास्ति. एकाच इत्युक्ते किम्? एकाच एकाच इत्युक्ते किम्? एकाच एकः अच् एव अस्ति. अत्र एकः अचः एव नास्ति वा? एकाचः नास्ति महोदय. किमर्थम्? किमर्थं नकारः अस्ति, अच् एकारः एव. एक अच् एव नकारः अस्ति. नकारः अस्ति वा? अच् वर्णः अस्ति वा नकारः? अच् वर्णः नास्ति, एकाचः एव. बट् व्यञ्जनस्वरः नकारः डकारः अस्ति, एकाचः एव. तर्हि तत् एकाचः यत् अस्ति, तत् एकः अचः वर्णः कः अस्ति? उकारः. तत् उकारः उदात्तः अस्ति, अनुदात्तः अस्ति, स्वरितः अस्ति? उदात्तः. अनुदात्तः नास्ति, स्वरितः नास्ति, तस्मात् उदात्तः. अतः इड्व्यवस्था का? इड्व्यवस्था न इट्. न इट् वा? एकाच उपदेशे अनुदात्तात् न इत्. तर्हि अनुदात्त अस्ति चेत् इट् नास्ति. इट् नास्ति. तस्मिन् इट् एव सेट् अस्ति खलु? सेट् अस्ति. एकाच अनुदात्त अस्ति अवशिष्टस्वरः, तर्हि अनित् अस्ति, अन्यथा सेट् अस्ति. शेषात् इत् अस्ति. शेषात् इत् इति सूत्रं किमपि नास्ति. आर्धातुकस्य इड् वलादेः इति सूत्रं किं वदति? यत् वलादि आर्धातुकप्रत्ययः नाम त्रिच् प्रत्ययः इव अस्ति चेत् इडागमः करोतु. एकाच उपदेशे अनुदात्तात् इति सूत्रं वदति यत् एकाच अनुदात्त अस्ति चेत् इड् निषेधः भवति. सूत्रं किमपि नास्ति, अतः इड् भवति इति अस्ति. तर्हि अत्र स्टेट् अस्ति, अतः रूपं करोतु. शुण्डिता शुण्डितृ शुण्डितृ शुण्डितृ शुण्डित्रि शुण्डित्र शुण्डितृ शुण्डित्रि नपुंसकलिङ्गं शुण्डित्रि प्रातिपदिकमस्ति. प्रातिपदिकमस्ति. तर्हि रूपं वदतु. शुण्डिता शुण्डितारौ शुण्डितारः. आम् एकवारं महोदय करपत्रं पुनः पठतु, भवतः अधुना अपि क्लेशः अस्ति इति अहं चिन्तयामि. एकवारं पुनः करपत्रं पठतु, प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. अस्तु, धन्यवादः महोदय. लीना दोषी महोदय अस्ति खलु? अस्मि. अस्तु महोदय, कै करोतु, कै? आं करोमि. कै कै शब्दे कै इति अनुदात्त अस्ति, किन्तु पद अवधारणार्थम् अत्र इत् कोऽपि स्वरः नास्ति, अतः आत्मनेपदी धातु भवति. सूत्रः अस्ति, तस्य सूत्रम् अस्ति एकनिमिषं महोदय, आत्मनिपदि किमर्थम्? आम् उभयपदी अस्ति. शेषात् कर्तरि परस्मैपदमस्ति, परस्मैपदम्. परन्तु अनुदात्त अस्ति खलु, अनुदात्त स्वर अनुदात्तम् इति नास्ति, अतः तस्य स्वर इत् अस्ति चेत् एव तस्य पद अवधारणार्थं लक्षणं लक्ष्यं सत्यं दातव्यं. सत्यं सत्यम्. अतः परस्मैपदी अस्ति. क्षम्यताम्. तत्पश्चात् धातु सेट् अस्ति वा अनिट् अस्ति इति निर्धारणार्थं धातोः अधः रेषा अस्ति, अतः तद् अनुदात्तम् अस्ति, अतः अनिट् अस्ति. सम्यक्. अधुना रूपाणि करोतु. लट् लकारे लट् लकारे कायति, तथा च तृच् प्रत्ययान्त अस्ति, कैतृ कैता कैतारौ कैतारः वा कायतृ. क्षम्यतां, कायतृ कायत्रा कायतृ कायता कायत्राभ्यां कायत्रा सोरि कायता कायतारौ कायतारः. कथम्? एकवारं वदतु, कायति कथं भवति लट्लकारे? ओ हा, लट्लकारे एचो एवायाव इति पदेन भवति, अतः कैतृ एव भवितव्यं. कैतृ एव भवति. आम्, क्षम्यतां. सत्यं खलु? प्रायः अहं चिन्तयामि कैतृ एव भवितव्यं, परन्तु किञ्चित् सम्यक् न सम्यक् श्रुतं न अस्ति कैतृ इति. अहमेकवारं पुनः परिशीलयामः वदामि, परन्तु इडागमः तु न भवति. आम्, इडागमः न भवति, सत्यं. लट्लकारे लट्लकारे कायति अपि अस्ति, तदपि सत्यम् अस्ति, किन्तु कै कै प्लस् तृ एचो अयवायाव न भवति, अतः कैतृ एव भवितव्यं. कोऽपि अपरः सूत्रम् अपरं सूत्रम् अस्ति तर्हि न जाने. तदेव अहं चिन्तयामि, अपरं सूत्रम् अस्ति अत्र, एकवारम् अहं दृष्ट्वा वदामि, परन्तु इदानीं कैतृ सम्यक् अस्ति. अस्तु, अग्रे पठतु महोदय, परिसमाप्ति करोतु. अहमेव पठामि वा? करपत्रत्रयेन अस्माभिः सम्पूर्णं धातुविज्ञानं प्राप्तम्. प्रथमे करपत्रे इत्संज्ञाप्रकरणं, कथम् अनुबन्धानां लोपः क्रियते. द्वितीये करपात्रे सत्वं नत्वं नुमागमः उपदादीर्घः. करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति. अस्मिन् तृतीये करपत्रे स्वरविज्ञानं, पदव्यवस्था, इड्व्यवस्था च. स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते. अग्रे गत्वा मूलधातुः अस्माकम् आधारः. अनेन मूलधातुना सर्वेषां सार्वधातुकलकाराणां सिद्धिः. तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः. परं कृदन्तानां सिद्धिः. अन्ते तद्धितानां मूलाधारः अपि अयम् एव मूलधातुः. किमस्ति वदतु? सिंहावलोकनं कृतमस्ति अत्र. किं किं कृतम् अस्माभिः एतस्य विवेचनम् अस्ति. प्रथमे करपत्रे इत्संज्ञायाः षड् सूत्राणि वयं दृष्टानि, षड् वा सप्त मया न ध्यानं नास्ति. तत्पश्चात् अनुबन्धस्य लोपः कथं करणीयम् इति इत्संज्ञकः तदेव. द्वितीयकरपत्रे सत्वं श आदौ धातोः आदौ शः अस्ति, तस्य स करणीयं कथं, तेषां सूत्राणि वयं दृष्टानि. तत्पश्चात् णकार आदौ अस्ति, तस्य णत्वं कथं करणीयम्, एतत् वयम् अस्माभिः दृष्टम्. इडागम इट् अस्ति, तर्हि नुमागं कुत्र कुत्र करणीयम् इति दृष्टं. तथा च उपदादीर्घः कथं करणीयं. तत्पश्चात् मूलधातु प्रक्रियार्थं कथं सिद्धम् इति करपत्रद्वयेन वयं दृष्टम्, अस्माभिः दृष्टम्. तृतीये करपत्रे पदव्यवस्था इडव्यवस्था कथम् इति अधुना एव गतरविवासरे तथा च अद्य वयं अस्माभिः दृष्टं. तत्पश्चात् मूलधातुः किं पठति महोदय? केवलं परिसमाप्तेः आशयं वदतु. मूलधातु आधारं कृत्वा एव वयम् अग्रिमप्रक्रिया कर्तुं शक्यते. अनेन मूलधातूनां सर्वेषां मूलधातुः अस्ति तर्हि सार्वधातुकलकाराणां सिद्धिः भवति. अधुना सार्वधातुकलकारा के इति न मया अग्रे आगच्छति. तत्पश्चात् अर्धधातुकलकाराः सिद्धिः भवति. अग्रे किं भवति एतस्य कथनमस्ति अत्र. तर्हि प्रथमं दुदन्तसिद्धिः कथं भवति? दुदन्तसिद्धिः, तद्धितसिद्धिः, तिङन्तसिद्धिः इति सर्वकृते प्रथमं मूलधातोः अपेक्षा आवश्यकता अस्ति. अधुना अस्माभिः मूलधातोः चिन्तनं कृतम्, यत् मूलधातोः निर्मितिचिन्तनं कृतम्. अधुना वयं सर्वे औपदेशिकधातुतः मूलधातुः कर्तुं शक्नुमः इति अस्माभिः इति अस्ति. अस्तु, तर्हि महोदय एका अस्ति, तत् कै अस्ति खलु, तत्र कैत्रि न भवति. किम् अधुना अस्ति, एकसूत्रमस्ति, नूतनसूत्रमस्ति, तत्र अग्रे बहु अग्रे आगच्छति. तदा अस्ति आदेच उपदेशे अशिति. आदेच उपदेशे अशिति, तत्र अनुवृत्ति अस्ति आत् एच आत् एच उपदेशे अशिति इति अस्ति. तर्हि किमस्ति, यत् उपदेशे यदि धातुः एजन्त अस्ति तर्हि तस्य एकारस्य स्थाने आकारः आगच्छति यदि प्रत्ययः षित् नास्ति. तर्हि धातुः अत्र कै अस्ति खलु, कै अत्र अन्ते ऐकारः अस्ति, ऐकारः एच् प्रत्याहारे आगच्छति खलु. अत्र एजन्तधातुः अस्ति, अतः एजन्तधातोः ऐकारस्य एच् वर्णस्य स्थाने आकार आ आगच्छति यदि अग्रिमप्रत्ययः षित् नास्ति चेत्. तर्हि लट् लकारे कै योगः शप् योगः ति अस्ति खलु. तर्हि शप् षित् अस्ति, अतः अत्र ऐकारस्य स्थाने आकारः न भवति. तर्हि कै योगः शप् योगः ति नाम कै योगः अयोगः ति. तत्र एचो यवा यावः इति सूत्रेण आय आगच्छति कायति तु इति भवति. परन्तु कै योगः त्रिच् मध्ये तृ यत् अस्ति तत्तु षित् नास्ति, अतः तस्य ऐकारस्य स्थाने आकारः आगच्छति. कै योगः तृ, तस्य का योगः तृ भवति, रूपं भवति कातृ. तस्य अन्य उदाहरणमस्ति गै धातुः अस्ति खलु, गै गायनं करोति, गै गायने धातुः अस्ति, तत्र तस्य रूपमस्ति लट् लकारे, गै योगः शप् योगः ति, तद् गायति भवति, परन्तु गै योगः तुमुन् गैतुं न गातुं भवति. यत्र तुमुन् अपि अशित् नास्ति, अतः ऐकारस्य स्थाने आकारः आगत्य गातुं भवति. तत्र तदा न जानामि, यतोहि गै स्टेट् अस्ति अथवा अनिट् अस्ति वा न जानामि. तत्र स्टेट् अस्ति चेत् गायत्री भवति खलु. इति वार्ता अस्ति. अस्तु, तर्हि धातुविज्ञानम् अधुना अस्माभिः समाप्तम्, अतः अग्रे गच्छामः. चतुर्थः करपत्रः अस्ति अष्टाध्यायी परिचयः, कृपया तत् उद्घाटयन्तु सर्वे. अस्तु, धन्यवादः महोदय. अग्रे अस्ति विजी गोविन्दराजन् महोदय अस्ति खलु. आं महोदय. अष्टाध्यायी समग्रदृष्टि इति वा? न, तत्र एक अष्टाध्यायी परिचयः समग्रसंस्कृतभाषायाः आरभ्य. न, तत्पूर्वम् एकम् अस्ति, तदपि किमपि नास्ति. हा, अस्तु, 4-1 करोतु. सार्वधातुकलकाराः आर्धातुकलकाराः च. तद् मया यत् करपत्रं प्रेषितमस्ति तत् सम्यक् नास्ति. तत्पूर्वं पार्ट् 1 अस्ति, सार्वधातुकलकाराः आर्धातुकलकाराः. इण्टर्नेट् मध्ये अस्ति खलु भवति? आं महोदय, तत्र अष्टाध्यायीपरिचयः आम् आं महोदय. तदग्रे अस्ति सार्वधातुकलकारः आर्धातुकलकारः. अष्टाध्यायी समग्रदृष्टिः अस्ति. अष्टाध्यायी समग्रदृष्टिः पूर्वं किमस्ति? पूर्वम् अष्टाध्याय समग्रदृष्टिः सर्वेऽध्यायः इति. एकनिमिषः, अहम् ईमेल् प्रेषयामि. सर्वे एकवारम् ईमेल् चेक् करोतु कृपया, तत्र अहं करपत्रं प्रेषयामि. पृष्टं मया. सर्वे अवगच्छन्ति वा? सार्वधातुकलकारः आर्धातुकलकारः. गतवर्गे एव आरब्धं किल? न, न आरब्धं. यत्र सार्वधातुक महोदय, यत्र सार्वधातुकलकाराणाम् आरभ्य महोदय. आमाम्. पठामि वा इदं? न खलु. यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च विषयः उदेति, केचन परिभाषिकशब्दाः अवगन्तव्याः. एकनिमिषं महोदय. सर्वे प्राप्नुवन्ति वा? सर्वे उदेति केचन परिभाषकशब्दाः. अस्तु, सर्वे प्राप्नुवन्ति इति चिन्तयामि. तर्हि विजय महोदय अग्रे पठतु. यत्र सार्वधातुकलकाराणां मार्धधातुकलकाराणां च विषयः उदेति केचन परिभाषिकशब्दाः अवगन्तव्याः. एकः सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् च किमर्थम् इति अधः उच्यते. द्वि सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते. धातुयोगः विकरणप्रत्यययोगः तिङ्प्रत्यय, यथा भूयोगः शब्दयोगः ति. त्रि विकरणं नाम किम् इति तु वयं जानीमः एव प्रथमपाठे धातुगणपरिचये विस्तरेण चर्चितम्. तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्. अस्मिन् पादे बहु किमपि वक्ष्यते. भूयोगः शप्योगः ति इत्यस्मिन् ति तिङ्प्रत्ययः इति सर्वेषां तिङ्प्रत्ययानां मूलरूपम् अस्ति. तर्हि किमस्ति महोदय? वयम् एतत् सर्वं पठितवन्तः. सार्वधातुक इत्युक्ते किं? तिङ् तिङ्क्षिक् सार्वधातुकम् इति सूत्रं, शेषम् अर्धधातुकम् अर्धधातुक, तस्मिन् चतुर्थविधम् अस्ति लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ् लकारः इति विस्तीर्णरूपेण वयं पठिष्यामः. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते. क्रियापदम् इत्युक्ते धातुः प्लस् विकरणप्रत्ययः प्लस् तिङ्प्रत्ययः इति क्रियापदम् इति उच्यते. उदाहरणरूपेण भूधातु अस्ति शप् विकरण निकरणप्रत्ययः, ति इति तिङ्प्रत्ययः. तिङ् मध्ये ङ् इति हलन्त्यम् इति चेत् ति अवशिष्टं, शप् मध्ये इप् हलन्त्यं तस्य लोपः इस् लसक्वधति इति चेत् अ अवशिष्टं, भू अ ति भाति. विकर् एचोयाः भवति इति अभिशिष्टम्. तत्तु मूल आशयं किम् अस्ति? दशलकाराः सन्ति, तेषु चत्वारः लकारः सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग्. अन्यलकाराः आर्धातुकलकाराः सन्ति. सार्वधातुकलकारेषु क्रियापदस्य अंशत्रयं भवति, लौकिकधातुः, तदनन्तरं विकरणप्रत्ययः, गणानुसारं गणानुसृत्य विकरणप्रत्ययः इति अस्ति. अधुना वयं सर्वे लौकिकधातुः कथं निष्पद्यते इति जानीमः. तर्हि अग्रे ज्ञातुं कस्य ज्ञानस्य आवश्यकता? प्रत्ययस्य तिङ्गप्रत्ययस्य तेषां मेलनं कथं भवति? एवं वा? लेखनं वा? लेखनं कस्य एको भवति? एको भवति मम एकनिमिषः, अहं म्यूट् करोमि, म्यूट् करोमि. अधुना सम्यक् अस्ति वा? सम्यक् अस्ति वा? प्रायः प्रायः विधि महोदय भवतः अधुना अधुना सम्यक् अस्ति. इदानीं ध्वनिः अस्ति वा? इदानीं सम्यक् अस्ति. इदानीं सम्यक् अस्ति. पठतु अग्रे. इदानीं सम्यक् अस्ति वा महोदय? सम्यक् अस्ति. विकर्ण अग्रे पठतु. विकर्णं नाम किम् इति वयं जानीमः. एव प्रथमपादे धातुगणे परिशीलि विस्तीर्णरूपेण पठितं. तिङ् प्रत्ययकः इत्यपि वयं दृष्टवन्तः. तिङ् प्रत्यय इत्युक्ते तिङ्क्षिक् धातुधातुकम् इति. अस्मिन् पादे बहु किमपि वक्षति. भू शप् ति इत्यस्मिन् ति तिङ् प्रत्ययः इति. सर्वेषां तिङ् प्रत्ययानां मूलरूपम् अस्ति. स्पष्टं किल महोदय? आम् आम्. तर्हि तिङ् प्रत्ययाः ये क्रियापदस्य अन्ते आगच्छन्ति तेषां मूलरूपम् एकमेव अस्ति. तेषां अनन्तरं परिवर्तनं भवति, मूलरूपं तु एकमेव अस्ति. मूलरूपम् अधुना पठतु अग्रे. मूलरूपम् अग्रे पठामि वा महोदय? आम् पठतु. परस्मैपदीधातूनां मूलतिङ् प्रत्ययाः तिप् तस् नि जिप् मिप् जि महोदय ओ सिप् तस् जि ओ क्षम्यता सिप् तस्थ मिप् वस् मस् आत्मनेपतिधातूनां मूलतिङ् प्रत्ययाः त आतां ज था आतां द्वम् इड् वहि महिङ्. आत्मनेपतिधातूनां मूलतिङ् प्रत्यय अत्र प्रथमप्रत्यय तिप् अस्ति. अतः सामूहिकरूपेण एते प्रत्ययाः तिभादेयः इति उच्यन्ते. तिप् आदेयः वा महोदय? आम् तिप् आदयः. प्रथमतिप् अस्ति खलु, अतः तिप् आदयः तिबादयः. तिप् आदयः. अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्. अतः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं तिप् तः महिङ् अन्त्यः आहत्य तिङ् इत्येषां प्रत्ययानां नाम. तिङ् प्रत्यय किम् इति दत्तमस्ति. तिङ् प्रत्ययः इत्युक्ते तिप् इति आरभ्य तिङ् पर्यन्तं महोदय पर्यन्तं तिङ् प्रत्यय इति उच्यते. क्रियापदानाम् अन्तिमभागः तिङ् प्रत्ययः एव. अतः क्रियापदं तिङन्तं पदम् इति उच्यते. तिक् तिप् तिङ् अन्तम् अतः तिकन्दम् इति उच्यते. तिकन्तपदस्य निर्माणसमये पठामि वा महोदय? धन्यवादः महोदय. धन्यवादः. क्रियापदस्य अन्तिमप्रत्ययः सर्वदा तिङ् प्रत्ययः अस्ति. तिङ् प्रत्ययः अष्टादशप्रत्ययाः सन्ति, नव परस्मैपदधातूनां कृते, नव आत्मनेपदधातूनां कृते. परस्मैपदधातूनां कृते प्रत्ययाः सन्ति तिप् तस् झि सिप् थस्थ मिप् वस् मस्. आत्मनेपदधातूनां कृते सन्ति त आतां झ थास् आथां ध्वम् इड् वहि महि. तर्हि प्रथमप्रत्ययः तिप् अस्ति, अतः तिबादयः अपि उच्यन्ते एतेषां प्रत्ययानां एतान् प्रत्ययान्. तदनन्तरं प्रथमप्रत्ययः तिप् अस्ति, अन्तिमप्रत्यय महिङ् अस्ति, अतः तिङ्गन्त ति तिप् तिप् मध्ये ति ततः महिङ् परे ङ्ग, अतः तिङ् अपि नाम अस्ति. अतः तिङ्गन्तप्रत्ययाः अपि सन्ति, तिङ्गप्रत्ययाः अपि सन्ति. क्रियापदे क्रियापदे अन्ते तिङ् प्रत्ययः आगच्छति, अतः तिङन्तपदमपि भव नाम भवति क्रियापदस्य इति वार्ता अस्ति, इति वार्ता अस्ति। तर्हि अत्र अष्टाध्यायी पुस्तक अष्टाध्यायीसूत्रपाठे कृपया गच्छतु। कुत्र गच्छतु इति एकवारमहं पश्यामि। 3478 तत्र गच्छतु, तृतीय अध्यायस्य चतुर्थपादस्य अष्टसप्ततितमः सूत्रं 3478। सर्वे प्राप्नुवन्ति वा? पेज् 71 अष्टाध्यायीसूत्रपाठे आम्। तर्हि तत्र सूत्रमस्ति, तत् सूत्रे सर्वे तिङ् प्रत्ययाः सन्ति, तिप्तर्झि सिप्थस्थ मिप् वस्मस्तां झ था आथां ध्वं मिड् वहि महि इति मूलसूत्रमस्ति तिङ् प्रत्ययेषु तिङ् प्रत्ययानां कृते 3478। अस्तु, अग्रे पठामः। अमित् महोदय अस्ति खलु? आं महोदय, अग्रे पठतु कृपया। चतुर्थबिन्दुः, श्रूयते वा सम्यक्? आम् आम्। तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्ययः इति अवगच्छतु। सूत्रत्रयेण अयं बोधो भवति। धातोः 3191 प्रत्ययः 311 परश्च 312। धातुः प्रथमः, धातोः अनन्तरं विकरणम्, अतः विकरणं प्रत्ययः। तथैव तिङ् अपि, धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः। तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम्। अस्याः आगमनक्रियायाः व्यक्तिकरणार्थं प्रत्ययस्य विधानम् इति उच्यते। विधानं विधीयते, विहितः, सर्वं समानम्। प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं, प्रत्ययः विधीयते, प्रत्ययः विहितः च इति उच्यते। किं लिखितं? तिङन्तपदस्य प्रथमधातुः अस्ति, तदनन्तरं विकरणप्रत्ययः अस्ति, तदनन्तरं तिङ् प्रत्ययः अस्ति। तर्हि सूत्रत्रयेण एतत् विवरणं कृतमस्ति, धातोः प्रत्ययः परश्च इति। धातुः प्रथमः अस्ति, तदनन्तरं विकरणमस्ति, अतः विकरणमपि प्रत्ययः अस्ति। यत्किमपि धातोः अनन्तरम् आगच्छति ते सर्व पर अस्ति, प्रत्ययः अस्ति इति। धातुकृते प्रत्ययः अस्ति, धातुकृते प्रत्ययः अस्ति। तर्हि विकरण अपि प्रत्ययः, अनन्तरं तिङ् अपि प्रत्ययः इति वार्ता। तर्हि विकरणप्रत्ययः अनन्तरम् आगच्छति अतः प्रत्ययः अस्ति, तिङ् अपि धातु अनन्तरम् आगच्छति अतः तदपि धातुकृते प्रत्ययः अस्ति। तस्य व्यक्तिकरणार्थं अनेकानि अनेक समान सिनोनिम्स् किं समानार्थकपद समानार्थशब्दाः सन्ति। प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानम् अथवा प्रत्ययः विधीयते अथवा प्रत्ययः विहितः इति उच्यते। विधानम् इत्युक्ते प्रायः ओर्डेन्ड् यथा मनुष्याणां विधिः अस्ति किमपि कर्म अस्ति तदेव किञ्चित् तदेव अस्ति अत व्यक्तिकरण इति उक्तं पर्सोनिफिकेशन् यथा मनुष्यः आगच्छति मनुष्यं प्रति किमपि भवति तस्य विधौ लिखितमस्ति अतः विधानमस्ति तर्हि प्रत्ययस्य आगमनमपि तावदेव अतः प्रत्ययस्य विधानं भवति अस्तु अग्रे पञ्चमबिन्दु अङ्गशब्दस्य विशेषार्थः व्याकरणे कस्मात् अपि प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इति उच्यते अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम् तिङन्तप्रत्ययस्य कृते धातुः योगविकरणप्रत्ययः तयोः संयुक्तरूपम् इति अङ्गम् अतः भूयोगशप् योगति इत्यस्मिन् उदाहरणे शप् प्रत्ययस्य कृते भूधातुः अङ्गमस्ति ती प्रत्ययस्य कृते भूयोगशप् योगति इत्यस्मात् भव योगति भू शप् च इति अनयोः संयुक्तरूपं भव ती इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वम् अङ्गम् अतः ती इत्यस्य कृते अङ्गं भव इति पुनः वद् योग अयोगति इति स्थितौ अ शप् इत्यनेन आगतम् इत्यस्य दृष्ट्या वद् इति अङ्गम् ती इत्यस्य दृष्ट्या वद् योग अ वद इति अङ्गम् तर्हि किं लिखितम् तर्हि यत् अग्रे आगच्छति तस्य कृते पूर्वं किम् अपि अस्ति तद् अङ्गम् इति उच्यते तर्हि विकरणप्रत्ययस्य कृते धातु इति अङ्गं तिङ्प्रत्ययस्य कृते धातुयोगविकरणप्रत्ययस्य यः वर्णसमूह उत्पन्नं तद् अङ्ग इति उच्यते उदाहरणार्थे भूधातोः भूयोगशप् योगति इत्यत्र शप् प्रत्ययस्य कृते भू इति धातुः अङ्गम् ती प्रत्ययस्य कृते भूयोगशप् इत्युक्ते गुणकार्यं भूत्वा भव इति रूपं सिद्ध्यते तद् भव इति अङ्गम् अस्ति ती प्रत्ययस्य कृते तदेव वद् वद् धातोः वद्योग अयोगति इत्यत्र अविकरणप्रत्यय कृते वद् इति अङ्गम् ती इति प्रत्ययस्य कृते वद्योग अ इत्युक्ते वद इति अङ्गम् उत्तमं तर्हि कस्यचिदपि प्रत्ययस्य कृते अङ्गं किम् अङ्गम् किमस्ति तत् तस्मात् प्राक् यद्यदपि आगच्छति तस्य संयुक्तरूपम् अङ्गमस्ति संयुक्तरूपं तर्हि महोदय वदतु गै योगः शप् योगः ति अत्र गै गायने तत्र शप् प्रत्ययस्य कृते अङ्गं किम् शप् प्रत्ययस्य कृते धातु एव अङ्गं गै तिङ् प्रत्यति तस्य कृते धातु तस्य कृते अङ्गं किम् तस्य कृते धातु योग शप् प्रत्यय मिलित्वा किं रूपं सिद्ध्यते इति प्रथमं द्रष्टव्यं वदतु तत्र गै गैयोग अ शप् इत्यत्र शयोग अशप् लोपः भवति अ तिष्ठति गैयोग अ एचो यावयव इत्यनेन गै योग अ गय गय इति रूपं सिद्ध्यते तत् एचोयावयावः इति सूत्रेण ऐ ऐ तस्य स्थाने किम् आगच्छति ऐ स्थाने आय् आय् आव आगच्छति क्षम्यतां गाय भवति खलु हा गाय गाय क्षम्यतां गाय इति रूपं भवति तद् अङ्गं भवति ति प्रत्ययस्य कृते आम् अङ्ग् गाय भवति गायति तर्हि ति प्रत्ययस्य कृते गाय अङ्गं भवति शप् प्रत्ययस्य कृते गै अङ्गमस्ति गै अस्तु अग्रे परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति आधिक्येन अङ्गे कार्यं क्रियते तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः यथा भूयोगशप् इत्यस्मात् भूयोग अ अत्र भूयोग अ इत्यस्मात् भो योग अ इति गुणकार्यं भवति तस्य गुणकार्यस्य कारणं शप् प्रत्ययः अस्य कार्यकारणसम्बन्धस्य कृते निमित्तम् इति उच्यते अतः भूधातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तमस्ति इत्युक्ते शप् कारणमस्ति अपि च अस्मिन् एव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् अथवा शपनिमित्तीकृत्य अङ्गकार्यम् अथवा शप् निमित्तिकम् अङ्गकार्यम् इति कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे यथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गः अपि परिशीलिष्यते अङ्गे यत्किमपि कार्यं भवति तस्य कार्यस्य कारणम् अस्ति यत् तत् तत् पर प्रत्यय अस्ति तत् कार्यस्य कारणं भवति तत् कारणस्य निमित्तम् एव इति उच्यते उदाहरणार्थे भूयोग शप् योगति इत्यत्र भूयोग शप् भूयोग अ अत्र भूयोग अ इत्यस्मात् भो योग अ इति गुणकार्यं यत् भवति तद् शप्रत्ययस्य निमित्ते शप्रत्ययस्य कारणे भवति इति लिखितमस्ति तस्यापि अनेक सिनोनिम्स् अस्ति सन्ति निमित्तं निमित्तीकृत्य निमित्तिकम् इत्यादि प्रायः कार्यं धातु अङ्गे भवति कदाचित् प्रत्यये अपि भवति यथा इडागम तत्तु अग्रे द्रक्ष्यामः इति लिखितमस्ति अस्तु धन्यवादः महोदय धन्यवादः तर्हि इदानीम् इदानीं पर्यन्तम् अस्माभिः दृष्टं यत् तिङ् प्रत्ययाः के सन्ति प्रत्ययः इत्युक्ते किम् अङ्गम् इत्युक्ते किम् अस्ति अस्माभिः दृष्टं. तर्हि एते सर्वे पारिभाषिकबिन्दवः सन्ति, डेफिनिशन्स् इति सन्ति ये वयं पठामः अधुना. अस्तु अग्रे गच्छतु. अग्रे अस्ति किमस्ति मदर् महोदय अस्ति खलु? नमस्ते षष्ठमीन् निमित्तीकृत्य धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमवर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इत्युच्यते. यत् अत् इत्युक्ते हस्व अकारः पपरस् तत्कालस्य इति सूत्रेण सकारे परे सति प्राग्यः स्वरः तस्य एव कालस्य सङ्केतः. अत् योगः अन्तिम् अदन्तं धातुविकरणयोः मेलने निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनन्तम् इत्युच्यते. सिंहादि निमित्तकृते धातुपरे विकर्णप्रत्यययोगेन यत् अङ्गं भवति तत् अकारः चेत् तस्य अन्तिमवर्णः अकारः चेत् अङ्गम् अदन्तम् इति उच्यते. यदा तपरस्तत्कालस्य इति सूचेन सकारे परे सति प्राक् यः स्वरः अस्ति सः अस्ति. यतः तस्य योगः अन्तम् अदन्तम् इति भवति. धातुविकरणप्रत्ययोगस्य योजनेन अन्तिमवर्ण अकारः नास्ति चेत् अङ्गम् अनदन्तम् इति उच्यते. एकवारम् अहं वदामि. तिप्रत्ययस्य कृते तिङ्गप्रत्ययस्य कृते यद् अङ्गमस्ति नाम धातुयोगः विकरणप्रत्ययः, तस्य संयुक्तरूपं तिङ्गप्रत्ययस्य कृते अङ्गमस्ति. तत् संयुक्त तत् अतः तिङ्गप्रत्ययस्य कृते यत् अङ्गमस्ति तस्य अन्ते यदि ह्रस्व अकारः अस्ति तर्हि अङ्गमस्ति अदन्तम्, अत् अन्तम् अदन्तम्. यदि ह्रस्व अकारः नास्ति तर्हि न अदन्तम्, अतः अनदन्तम् इति अस्ति. महोदय संशयः पृच्छतु. अन्तिमवर्णः अकारः अस्ति चेत् अदन्तं, यदि इकारः एकारः अस्ति चेत् उदन्तम् एदन्तम् इति वदितुं शक्नुमः. परन्तु प्रक्रियायाः कृते अग्रे वयं यदा द्रक्ष्यामः तर्हि केवलम् अदन्तम् अनदन्तम् इति एव तस्य महत्त्वमस्ति. एदन्तम् अस्ति वा नास्ति वा तस्य महत्त्वम् अस्ति, गुणकार्यम् अग्रे तत् गुणकार्यमध्ये अपि अस्ति. परन्तु अधुना केवलं चर्चा अस्ति यत् अन्ते ह्रस्व अकारः अस्ति न वा इति. परन्तु आं भवती यत् वदति तत् सत्यमस्ति. अस्तु मदर् महोदय अग्रे पठतु. धातूनां दशगणाः सन्ति इति ते ज्ञातं. दशधातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अनदन्तं भवति ते धातुगणाः द्वितीय गणसमूहे वर्तन्ते. अन्तिम धातु विकरणयोः मेलनेन अन्तिमवर्ण अगन्तः अस्ति तत् प्रथमगणे समूहे वर्तते यथा धातुगणेषु वर्णः अङ्गम् अकारः नास्ति चेत् तद् द्वितीयगणसमूहे वर्तते. प्रथमगणसमूहः द्वादिगण. हलो, किम् अभवत्? डिस्कनेक्ट् करोति. स्वादिगणः, रुजादिगणः, अनादिगणः, क्रियादिगणः. तर्हि प्रथमगणसमूहे भ्वादिगण, दिवादिगण, तुदादिगण, चुरादिगण नाम एषु गणेषु ये धातवः सन्ति, तदनन्तरं तेषां गणानां यदा विकरणप्रत्ययः आगच्छति तर्हि धातुयोगविकरणप्रत्ययसंयुक्तरूपम् अदन्तम् अस्ति, अतः प्रथमगणसमूहः अस्ति. अदादिगणे, जुहोत्यादिगणे, स्वादिगणे, रुधादिगणे, तनादिगणे, क्र्यादिगणे धातुविकरणप्रत्ययस्य मेलनेन संयुक्तरूपं यद् भवति, यत् अङ्गं भवति, तद् अनदन्तमस्ति, अतः द्वितीयगणसमूहे आगच्छति इति वार्ता अस्ति. अग्रे दशलकारः अपि गणद्वे विभक्ताः, सार्वधातुकः लकाराः, आर्धधातुकः लकाराः च. तयोः भेदः कः? क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणं धातुः आनीयते. यदावद् इति धातुः तदा पुनः विवक्षानुसारं लकारः आनीयते. यथा लट् लकारः, वद् योगः लट्, परं लाट् कारे मुद्रणदोषणमस्ति. लटः स्थाने विभादयः आनीयन्ते यथेच्छं. यथा प्रथमपुरुष एकवचने पकारस्य इत्संज्ञा लोपः च हि अवशिष्यते, तद्योगः हि अत्र सर्वपूर्णसिद्धान्तः वद् इति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति, यतः तयोः मध्ये अन्तः कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् वद् धातुना ति प्रत्ययः दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्य कोऽपि प्रत्ययः नास्ति. येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुकः तिङ् प्रत्ययः दृश्यते, अपि च सः तिङ् प्रत्ययः कर्तार्थे अस्ति, तत्र सः लकारः सार्वधातुकः लकारः इति उच्यते. क्रियापदस्य निर्माणक्रमे धातुना तिङ् प्रत्ययः न दृश्यते चेत् सः लकारः आर्धधातुकः लकारः. किं लिखितमस्ति? लकारः अपि विभक्तौ द्वे विभक्ताः सन्ति, सः सार्वधातुकलकारः, आर्धधातुकः लकारः च. अत्र भेदः किम् इति ते क्रियापदस्य निर्माणसमये सर्वप्रथमं विवक्षानुगुणं धातु इति नाम गच्छामि महोदय. विवक्षा इत्युक्ते किं? वक्तुम् इच्छा. तर्हि अहं वक्ता अस्मि, भवती वक्तृ अस्ति, मम इच्छा अस्ति वाक्यस्य वदनस्य मम कापि इच्छा अस्ति, तद् मम विवक्षा अस्ति. तद् विवक्षा अनुगुणम् अहं चिन्तयामि, ओ अधुना अहं वाक्यं रचयितुम् इच्छामि, अस्तु तर्हि धातुः कः अस्ति, तर्हि अहं धातुम् आनयामि. तदनन्तरम् अहं चिन्तयामि, अस्तु लकारः अहं कं लकारम् अहम् इच्छामि, अस्तु लट् लकारः इच्छामि, तर्हि लट् लकारः अहम् आनयामि. अतः धातवद् योगः लट् इति भवति. अतः प्रथमपुरुषे एकवचने इति योजनीयम्. अत्र प्रकारस्य इत्संज्ञा भवति सि अवशिष्यति. वद् योगः सि अत्र मध्ये वद् योगः सि अत्र मध्ये कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् वद् अतः वद् वद् इति धातु प्रत्ययः दृश्यते. अतः तयोः मध्ये केनापि बाधा नास्ति वा? अन्य कोऽपि प्रत्ययः नास्ति. साक्षात् केवलं तिङ् प्रत्ययः अनन्तरम् अस्ति, मध्ये किमपि नास्ति. तथा येषु लकारेषु क्रियापदस्य यथा एवं दृश्यते किमपि मध्ये किमपि प्रत्ययः नास्ति चेत् तत् सार्वधातुकः किं प्रत्ययः इति वक्तव्यम्. दृश्यते अपि च किं प्रत्ययः अत्रार्थे अस्ति. किं प्रत्ययः कर्तार्थे अस्ति इति कर्तृवाच्यवाक्ये कर्मवाच्य न, यतोहि अधुना केवलं कर्तृविषये चिन्ता अस्ति, कर्मवाच्यचिन्ता नास्ति. यदि यथा पठ्यते लिख्यते तत्र अपि लट्लकारः अस्ति खलु, परन्तु तत्तु सार्वधातुकः नास्ति. अतः केवलं कर्त्रर्थे यदि कर्तृवाच्य क्रियापदे यदि धातुः धातुना साक्षात् तिङ् प्रत्ययः यदि दृश्यते तर्हि तत् सार्वधातुकः. क्रियापदस्य निर्माणसमये धातुना तिङ् प्रत्ययः न दृश्यते दृश्यते चेत् अतः कुत्र प्रत्ययः अस्ति चेत् तत् लकारः आर्धधातुकलकारः वा? आम्. साक्षात् न दृश्यते चेत् आम् साक्षात् मध्ये किमपि अस्ति अथवा सूत्रे एव लिखितम् अस्ति यत् किमपि अन्यत् भवतु तर्हि तत्र आर्धातुकलकारः भवन्ति. तर्हि सार्वधातुकलकारः के सन्ति वदतु? सार्वधातुक लट् लोट् लङ् इति लिङ्, आर्धधातुकलकारः लिट् लुट् घृत् आशिलिङ् लुङ् लिङ्. तर्हि लट् लोट् लङ् विधिलिङ् मध्ये सर्वप्रथमं यदा वक्ता अथवा वक्त्री धातुः आनयति तदनन्तरं लकारः आनयति, लकारस्य स्थाने तिङ् प्रत्ययम् आनयति, तर्हि लट् लोट् लङ् विधिलिङ् मध्ये धातुः साक्षात् तस्य अनन्तरं यत् सार्वधातुक तिङ् प्रत्ययः अस्ति तद् द्रष्टुं शक्नोति. अतः लट् लोट् लङ् विधिलिङ् सार्वधातुकलकाराः सन्ति. परन्तु लिट् लुट् लुट् आशीर्लिङ्ग् लुम् लृङ् मध्ये किं भवति यत् तिङ् यत् धातोः अनन्तरं यत् तिङ् प्रत्ययः आगच्छति तत् एकतु यदि पाणिनिः स्वयम् उक्तं यत् आर्धातुकं भवति इति, अथवा धातुः प्रत्ययः मध्ये किमपि अन्यत् आगच्छति तर्हि धातुः साक्षात् सार्वधातुकतिङ् प्रत्ययं द्रष्टुं न शक्नोति. अतः ते आर्धातुकलकाराः इति उच्यन्ते इति वार्ता अस्ति. अस्तु मीना महोदय, भवतः प्रश्नः किं? भवत्याः अत्र वद् धातु वादिगण किल वद् ते वदति अत्र वदति शप् वद् शप् ते वदति किमर्थम् अत्र वधु धातुना ति प्रत्ययः दृश्यते? विकरणप्रत्ययस्य आगमनं तु अन्यत् वार्ता अस्ति, तत्तु अनन्तरम् आगच्छति. सर्वप्रथमं किं भवति? सर्वप्रथममस्ति धातुयोगः तिङ्प्रत्ययः खलु, तदनन्तरं शप् प्रत्ययः आगच्छति. परन्तु प्रथमबिन्दुवे प्रथम स्टेप् मध्ये धातु प्लस् प्रतिङ्प्रत्ययः अस्ति, तदा अस्माभिः द्रष्टव्यं यत् मध्ये किमपि अस्ति अत्र, नो चेत् धातुः धातुना साक्षात् तिङ्प्रत्ययः दृश्यते, साक्षात् दृश्यते चेत् सार्वधातुकलकारः, अन्यथा आर्धातुकलकारः, तदनन्तरं तिङ्प्रत्ययः एव आगच्छति इति वार्ता अस्ति। स्याति वदिष्यति तत्रापि विकरणं भवति न, वदिष्यति मध्ये लृट् लकारे यत् स्य अस्ति तद् विकरणं नास्ति, श्या प्रत्ययम् आं तत्र किमस्ति यत् भवती वदति सत्यमस्ति, वद् योगः वदिष्यति अस्ति खलु, अथवा वदिष्यति मा करोतु पास्यति करोतु, धातु अस्ति पा, तदनन्तरं मम विवक्षा अस्ति यत् लृट् लकारस्य अहं वक्तुम् इच्छामि, तर्हि पायोगः लृट् आगच्छति, परन्तु पायोगः लृट् तत्र पायोगः ति, अत्र पाणिनि तत्र एव वदति यत् लृट् लकारः अस्ति चेत् तत्र स्य आगच्छति, यदा स आगच्छति तर्हि पास्यति इति भवति, तर्हि किमस्ति अधुना मध्ये स्य आगच्छति खलु, अतः तत् स्य आगच्छति अतः तत्र अपि मध्ये साक्षात् न अस्ति अतः सार्वधातुकलकारः भवति, तर्हि किमस्ति अहं वदामि, एकरीत्या यदि वयं द्रष्टुम् इच्छामः तर्हि सर्वप्रथमं धातुयोगः तिङ्प्रत्ययः अस्ति, तर्हि अस्मिन् स्थाने तु सर्वे लकाराः सार्वधातुकाः एव सन्ति, अधुना पर्यन्तं दशलकाराः सार्वधातुकाः सन्ति, यतोहि धातुयोगः तिप्रत्ययः अस्ति खलु, सर्वप्रथमं धातुयोगः तिप्रत्ययः अस्ति, मध्ये किमपि नास्ति, अतः सर्वप्रथमं प्रथमस्थले तु सर्वे दशलकाराः सार्वधातुकलकाराः इति चिन्तयितुं शक्नुमः, तदनन्तरं किमपि भवति, विकरणप्रत्ययः आगच्छति अथवा किमपि अन्यत् आगच्छति, अतः स्य आगच्छति इति अस्ति वा नास्ति वा, तर्हि यदि धातुः साक्षात् सार्वधातुकप्रत्ययः द्रष्टुं शक्नोति यतोहि तत् अस्ति सार्वधातुकलकारः, अन्यथा आर्धातुकलकारः, तर्हि लट् लकारे किं भवति, धातुयोगः विकरणप्रत्ययः योगः ति, अधुना विकरणप्रत्ययः अपि अत्र विकरणप्रत्ययः अपि शप् अस्ति चेत् शप् अपि सार्वधातुकम् अस्ति, अतः चिन्ता नास्ति, तर्हि आहत्य एकवारं टु सम् अप् एतादृशं चिन्तनं करोतु, यदा धातु अस्ति तदनन्तरं यदि साक्षात् विकरणप्रत्ययस्य पूर्वं यदि साक्षात् केवलं तिङ्प्रत्ययः अस्ति तर्हि सार्वधातुकलकारः, यदि तिङ्प्रत्ययस्य पूर्वम् एव यदि पाणिनिः वदति यत् तस्य तिङ्प्रत्ययस्य स्थाने किमपि अन्यत् करोतु, अथवा पाणिनिः वदति यत् सार्वधातुकं मा चिन्तयतु आर्धातुकं चिन्तयतु, तर्हि तत् आर्धातुकलकारः भवति, लिट् लुट् लट् विधि लिट् इति अस्ति, तर्हि लिट् लकारस्य कृते पाणिनिः स्वयमेव वदति यत् मध्ये स्य आगच्छति, स्य आगच्छति, अतः मध्ये स्य आगच्छति, अतः प्रत्यय अतः यत् धातुः अस्ति तत् साक्षात् तिङ्प्रत्ययं द्रष्टुं न शक्नोति, तत् ति न दृश्यति, तत् स्यति इति दृश्यति, अतः तत्तु आर्धातुकम् आर्धातुकलकारः इति उच्यते इति वार्ता अस्ति, इति भवति वद इति भवति शप् शप् अनन्तरं शप् योजयित्वा अनन्तरं वद् दातु वद इति भवति तिङ् प्रत्ययस्य प्राक् व्यत्यासं किम् अहं न द्रष्टुं शक्यं मया आं तर्हि अहं वदामि यत् विकरणप्रत्ययस्य पूर्वं यत् अस्ति तद् अस्माभिः दृष्टम् अधुना द्रष्टव्यं विकरणस्य विकरणप्रत्ययात् पूर्वं यत् ये ये स्टेप्स् सन्ति तत्र साक्षात् दृश्यति न दृश्यति वा इति अस्ति. तर्हि तत्तु सत्यमस्ति यत् सर्वप्रथमं, तर्हि किमस्ति सर्वप्रथमं, सर्वप्रथमं सर्वे लकाराः सार्वधातुकलकारः इति चिन्तयितुं वयं शक्नुमः, यतोहि सर्वदा धातु अनन्तरं तिङ् प्रत्ययः आगच्छति. तदनन्तरं मध्ये मध्ये किम् आगच्छति तद् अनुसृत्य लकाराः आर्धातुकः भवितुं शक्नुवन्ति, सार्वधातुकः भवितुं शक्नोति. तर्हि अद्य अधुना यदि यद् भवती उच्यति वदति मध्ये शप् प्रत्ययः आगच्छति खलु वादिगणे, वद्योगः शप् योगः ति. अधुना साक्षात् तु धातु तिङ्प्रत्ययः न दृश्य न पश्यति, तत्तु सत्यमस्ति, परन्तु मध्ये साक्षात् किं पृच्छति, किं दृश्यति पश्यति, साक्षात् पश्यति शप् प्रत्ययः खलु. अत्र शप् प्रत्ययः अपि सार्वधातुकप्रत्ययः तु अस्ति एव, अतः सार्वधातुकलकारः अधुना अपि अस्ति. नाम यदि यदि धातुः कुत्रापि स्थले कुत्रापि स्टेप् मध्ये यदि साक्षात् सार्वधातुकं प्रत्ययं पश्यति, शप् अस्ति अथवा तिङ् अस्ति, तिंशित् सार्वधातुकम् इति सूत्रेण शप् अस्ति, तत् अस्ति चेत् सार्वधातुकलकारः इति उच्यते. अतः नार्मलि लट् लोट् लङ् विधिलिङ् सार्वधातुकलकाराः सन्ति. यदि कुत्रापि स्थले धातुः धातुना साक्षात् सार्वधातुकप्रत्ययः न दृश्यते, यथा वदिष्यति मध्ये स्य अस्ति खलु, स्य दृश्यति, स दृश्यते धातुना, स्य न तु तिङ् अस्ति न तु षित्, अतः स्य आर्धातुक अस्ति. अतः तादृशी स्थितिः अस्ति चेत् आर्धातुकलकारः इति परिभाषा इति उच्यते. अतः लिट् लुट् लेट् आशीर्लिङ् लुङ् लृङ् मध्ये एतादृशी स्थितिः भवति, अतः तेषां नाम आर्धातुकलकारः इति भवति इति ब्राड्लि एकं परिभाषा अस्ति इति. मया अवगतं सार्वधातुक धातोः दशगणाः भवति, धातुतः दशगणा विकरण प्रत्ययं भवति. आर्धधातुकप्रत्यय धातोः यदि चेत् गणा दशगणप्रत्यय विकरणप्रत्ययः न भविष्यति इति उचितं वा? उचितमस्ति, उचितमस्ति. केवलं सार्धातुकलकाराणां कृते गणानां महत्त्वमस्ति, तत्र एव विकरणप्रत्ययः आगच्छन्ति. आर्धातुकलकाराणां कृते गणविकरणलकाराणां कृते गणस्य किमपि महत्त्वं नास्ति. सत्यं भवतः आब्जर्वेशन् सत्यमस्ति. तस्य सूत्रे तस्य कृते सूत्रमपि अस्ति, तत् वयम् अग्रे द्रक्ष्यामः. परन्तु उत्तमम् आब्जर्वेशन् उत्तमम् अस्ति. अस्तु अग्रे पश्यामः किमस्ति. अग्रे को अस्ति? मीना महोदय एव अस्ति खलु, भवती एव पठतु. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्, आर्धधातुकलकाराः लिट् लुट् लृट् आशीर्लिङ् लुङ् लृङ्. अयं भेदः नितरां महत्त्वपूर्णः, यतः धातुना तिङ् प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः विकरणलोपो वा इति अस्माभिः प्रथमपाठे दृष्टं. तेन विकरण भेदेन तिङन्तरूपाणि भिद्यन्ते. तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. गणस्य लक्षणं प्रत्ययेन ज्ञायते, अतः अत्र अवधेयं विकरणप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. केषु लकारेषु विकरणप्रत्ययाः आयान्ति, यत्र कर्तृत्वे धातुना तिङ् प्रत्ययः दृश्यते ततः कुत्र सार्वधातुकलकारेषु इति आर्धधातुकलकारेषु धातुना तिङ् प्रत्ययः न दृश्यते. तिङ् प्रत्ययः दृश्यते न दृश्यते खलु, साक्षात् तिङ् प्रत्ययः न दृश्यते, मध्ये किमपि आगच्छति यथा लिट् लकारस्य आगच्छति खलु. तत्र एव मम मनसि भ्रमः अस्ति, सार्वधातुकमपि साक्षात् तिङ् प्रत्ययं न भवति, प्रत्ययगणप्रत्ययं गणप्रत्ययात् पूर्वं किम् अस्ति इति वार्ता अस्ति. गणप्रत्ययात् पूर्वं धातुः अस्ति, समानमेव आर्धधातुक धातु एव. न न न न, अतोरा लट् लकारे विकरणप्रत्ययात् पूर्वं धातुयोगः तिङ् प्रत्ययः अस्ति, धातु तिङ् प्रत्ययं द्रष्टुं शक्नोति, अतः सार्वधातुकलकारः अस्ति. परन्तु यथा लिट् लकारे तिङ् विकरणप्रत्ययात् पूर्वम् एव स्य आगच्छति मध्ये खलु, अतः तद् आर्धतुक अस्ति. तदनन्तरं भवती यत् उक्तवती तत् सत्यमस्ति, यदि तिङ् प्रत्ययात् विकरणप्रत्ययात् पूर्वं यदि सार्वधातुकस्थितिः अस्ति तर्हि एव तदनन्तरम् एव विकरणप्रत्ययः आगन्तुं शक्नोति. यदि विकरणप्रत्ययात् पूर्वम् आर्धातुकस्थितिः अस्ति तर्हि विकरणप्रत्ययः एव आगन्तुं न शक्नोति. अतः सार्वधातुकलकारेषु एव गणस्य महत्त्वम् अस्ति, विकरणप्रत्ययः आगच्छति. आर्धातुकलकारेषु गणस्य कोऽपि महत्त्वं नास्ति, विकरणप्रत्ययः नागच्छति इति एव लिखितमस्ति अत्र. पठतु अग्रे. विकरणप्रत्ययः न आयाति अतः तत्र न आयाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते. तत् न अवगतं, तत्र गणभेदेन तिङन्तभेदः न जायते. यतोहि तत्र गणस्य महत्त्वमेव नास्ति खलु, अतः गणेन तिङन्तस्य कस्मिन् गणे धातु अस्ति तेन तिङन्तरूपस्य परिवर्तनं न भवति इति वा. अग्रे सार्वधातुके सार्वधातुके तु भवति पठतु. फलितार्थः एवं तत् सार्वधातुकलकारेषु गणीयाः चर्चा करणीया. फलितार्थः एवं यत् सार्वधातुकलकारेषु गणीया किमर्थं गणस्य चर्चा गणीया चर्चा करणीया. आर्धधातुकलकारेषु गणीया चर्चा न अपेक्षिता, तत्र गणस्य विषयः न आयाति. तत्र अहम् एकवारं वदामि किं लिखितमस्ति तत्र. अस्तु, प्रथमम् अहं वक्ता अस्मि, मम इच्छा अस्ति यत् अहं वाक्यं रचयितुं मम इच्छा अस्ति, तर्हि अहं वदामि. अस्तु, धातु का अस्ति, अहं वदामि पठ. अस्तु, ओके. तदनन्तरम् अहं चिन्तयामि लकारः कः अस्ति, अहं चिन्तयामि यत् लट् अस्ति, लट् करोतु. अधुना पट् योगः लट् अस्ति. तदनन्तरं सर्वदा तदनन्तरं यत् भवति तदस्ति, तत् लट् स्थाने तिङ् प्रत्ययः आगच्छति, लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति. अस्तु, अधुना अहं चिन्तयामि कस्य पुरुषः कः, वचनं किम्, अहं वदामि प्रथमपुरुषः एकवचनम्. अस्तु, अधुना अहं वदामि लट् लकारस्य स्थाने अथवा लृट् लकारस्य कोऽपि लकारः तस्य स्थाने ति आगच्छति, तर्हि पट् योगः ति इति स्थितिः अस्ति. अधुना किम् अस्ति, अधुना यदि वयं पश्यामः तर्हि पट् तर्हि वयं जानीमः यत् ति अस्ति, तिङ् अस्ति, तदपि तिंशित् सार्वधातुकं कृते तिंशित् सार्वधातुकम् इति सूत्रेण ति सार्वधातुकम् अस्ति. तर्हि अस्मिन् स्थले पठ योगः ति इति स्थले अथवा पठ इति पट् योगः ति इति स्थले पट् धातुना साक्षात् सार्वधातुकतिङ्गन्तिङ् प्रत्ययः दृश्यते. अतः अस्मिन् स्थले यत् कोऽपि लकारः भवेत् सार्वधातुकम् इति एव अस्ति इति चिन्ता अस्ति. अस्तु, अधुना अग्रे गच्छामः. पठ् योगः लट् अस्ति, पठ् योगः ति, पठ् योगः लृट् अस्ति, पठ् योगः ति. उभौ स्थाने अधुना तु धातुना साक्षात् तिङ् प्रत्ययः दृश्यते. सार्वधातुकप्रत्ययः अस्ति खलु तिङ् तिङ्क्षित् सार्वधातुकम्. अतः सार्वधातुकप्रक्रिया अस्ति, सार्वधातुकम् इति सर्वम् अस्ति इति वयं चिन्तयामः. अधुना किं भवति, अधुना वयं पश्यामः, कुत्र पश्यामः एतत् चेत् अहं वदामि. कर्तृष कुत्र अस्ति, कर्तरी एकवारम् अष्टौ पाठे सूत्रपाठे सर्वे अष्टाध्यायी सूत्रपाठे 3168 तत्र गच्छतु. पेज् 55 अस्ति. कर्तरीशब् अत्र कर्तरीशब् लिखितमस्ति खलु. तदनन्तरं कुत्र अस्ति, एकनिमिषं दिवादिभ्यश्यन् तत्तु अस्ति, एकनिमिषम् न न अत्र न एक एक अत्र न सारि सारि अत्र न अहं विस्मरामि कुत्र अस्ति. 3168 महोदय, तदहं न इच्छामि. अहं किम् इच्छामि, एकवारं लस्य अहं द्रष्टुम् इच्छामि यत् लृट् लकारे पाणिनि किम् उक्तवती, पाणिनि किं वदति. कुत्र अस्ति, लस्य अस्ति, तत्रापि नास्ति लस्य 3477 तदपि नास्ति. कुत्र अस्ति तत्र, अहम् अधुना न चिन्तयामि, अहं विस्मरामि. परन्तु किमस्ति, सूत्राः सन्ति, कानिचन सूत्राः सन्ति, तत्र पाणिनि भिन्नभिन्नलकाराणां कृते वदति यत् अस्तु अस्य लकारस्य स्थाने इदं करोतु, अस्य लकारस्य स्थाने इदं करोतु इति. तर्हि तत्र एकं सूत्रमस्ति यत् पाणिनिः वदति यत् लृट् लकारः अस्ति चेत् तिङ् प्रत्ययात् पूर्वं स्य इति आगच्छति, स्य इति पाणिनी वदति. अस्तु, तर्हि लट् लकारे पठ्योगः ति अस्ति, लृट् लकारे अपि पठ्योगः ति अस्ति. अधुना पाणिनी वदति यत् स्य आनयतु लृट् लकारे. तर्हि पेज् नम्बर् सर् पेज् नम्बर् अस्ति 54. आमां सम्यक्, धन्यवादः महोदय, बहु धन्यवादः. 3133 पेज् 54 श्यतासि लृलुटोः अत्र अस्ति, तत्र अस्ति खलु लृ, तस्य स्थाने स्य भवति. अतः लृट् लकारः यदा भवति तत् पठ् योगः स्य योगः ति अस्ति, लट् लकारे तु पठ् योगः ति एव अस्ति. अधुना यदि वयं दृश्यामः पक्ष्यामः तर्हि लट् लकारे तु अधुना अपि पट् धातु यत् अस्ति तत् साक्षात् सार्वधातुक तिङ् प्रत्ययः द्रष्टुं शक्नोति अतः सार्वधातुकलकारः अधुना अस्ति परन्तु लिट् लकारे किं भवति अधुना पट् साक्षात् ति न द्रष्टुं शक्नोति पट् अधुना किं दृश्यति स्य स्यति इति पश्यति अधुना पट् ति न पश्यति स्यति इति पश्यति तर्हि अधुना स्यति स्यति तु तिङ् प्रत्ययः अधुना नास्ति स्यति शित् अपि नास्ति अतः स्यति सार्वधातुक एव नास्ति आर्धातुक अस्ति यतोहि शित् नास्ति तिङ्गपि नास्ति स्यति अतः स्यति आर्धातुक अस्ति अतः अधुना पट् धातु साक्षात् सार्वधातुकप्रत्ययः न पश्यति यथा लट् लकारे पश्यति परन्तु आर्धातुकप्रत्ययः पश्यति अतः लिट् लकारः आर्धातुकलकारः इति उच्यते यत्र यत्र गणप्रत्ययः शकारः चेत् वयं ज्ञातं तिंशित् सार्वधातुकम् इति अन्यगणाः सार्वधातुकं वा न सर्वे गणाः सार्वधातुकमेव सन्ति सर्वे गणाः अहं वदामि अहम् अत्र आगच्छामि एकवारं शृणोतु तर्हि लट् लिट् लकारः आर्धातुकं भवति तत् तावदेव लिट् अपि अस्ति लुट् अपि अस्ति सर्वम् अस्ति यत् लिट् लुट् लिट् आशीर्लिङ्ग् लुङ् लृङ् अस्ति तत् तत्र साक्षात् धातुना सार्वधातुकतिङ्प्रत्ययः न दृश्यते अतः लिट् लुट् लिट् आशीर्लिङ्ग् लुङ् लृङ् आर्धातुकलकाराः भवन्ति लट् लोट् लङ् विधिलिङ्ग् अधुना तु अधुना अपि धातुना साक्षात् तिङ्प्रत्ययः यत् सार्वधातुकम् अस्ति तत् दृश्यते अतः सार्वधातुकलकारः अस्तु तदनन्तरम् एकं सूत्रमस्ति कर्तृश कुत्र अस्ति कर्तृश 3168 पेज् 55 मध्ये अत्र लिखितमस्ति खलु 3168 कर्तृश सर्वे अवगच्छन्ति वा 3168 कर्तृश तर्हि कर्तृश तस्य उपरि एव सूत्रमस्ति सार्वधातुके यक् तस्मात् सूत्रात् सार्वधातुके इति शब्दस्य अनुवृत्ति भवति तर्हि कर्तृश सार्वधातुके इति सूत्रम् अस्ति तत् किं वदति यत् सार्वधातुकप्रत्ययपरे अस्ति चेत् कर्तर्थविषये शप्रत्ययः आगच्छति तर्हि सार्वधातुकलकाराः यत् सन्ति लट् लोट् लङ् विधिलिङ्ग् तत्र धातुतः साक्षात् तिङ्प्रत्ययः अस्ति तिङ्प्रत्ययः सार्वधातुक अस्ति अतः कर्तृविषये सार्वधातुक अपि अस्ति अतः शप्रत्ययः आगच्छति तदनन्तरं शप्रत्ययस्य स्थाने अन्यगणम् अनुसृत्य अन्यप्रत्ययाः आगच्छन्ति यतोहि अग्रे एव पश्यतु 3169 दिवादिभ्यः श्यन् दिवादिगणे शप्रत्ययस्य स्थाने श्यन् आगच्छति इति वार्ता अस्ति तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् कर्तृर्थ अस्ति विषयः अस्ति चेत् गणम् अनुसृत्य विकरणप्रत्ययः आगच्छति अतः लट् लोट् लङ् विधिलिङ्ग् इति गणेषु विकरणप्रत्ययः आगच्छति परन्तु आर्धातुकलकाराः ये सन्ति तत्र तु सार्वधातुकप्रत्ययः एव नास्ति धातु अनन्तरं यतोहि लिट् लकारे ति न अस्ति स्यति अस्ति स्यति तु आर्धातुकप्रत्ययः अस्ति अतः कर्तृशब् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव न भवति यतः तत्र सार्वधातुक नास्ति अतः लिट् लकारे तावदेव अन्य आर्धातुकलकारे शप् अथवा गणम् अनुसृत्य कोऽपि विकरणप्रत्ययः नागन्तुं शक्नोति अतः सार्वधातुकलकारे गणम् अनुसृत्य विकरणप्रत्ययः आगच्छति आर्धातुकलकारे गणम् अनुसृत्य विकरणप्रत्ययः नागच्छति तदनन्तरं गणम् अनुसृत्य यदा विकरणप्रत्ययः आगच्छति तदनन्तरं भिन्नभिन्नगणेषु भिन्नभिन्नविकरणप्रत्ययाः सन्ति अतः सार्वधातुकलकारे लट् लोट् लङ् विधिलिङ्ग् लकारे रूपाणि भिद्यन्ति रूपाणि भिद्यन्ति, केषु गण धातु कस्य गणः भवति तदनुसृत्य रूपं भिन्नति, रूपं भिन्नं भवति। यतोहि किमस्ति उदाहरणमस्ति आमाम् उदाहरणमस्ति यत् किमस्ति तदा उदाहरणं वदामि, उदाहरणमस्ति परन्तु आर्धातुकलकारेषु गणम् अनुसृत्य भेदः न भवति, अतः रूपाणि समानानि एव दृश्यन्ति इति वार्ता अस्ति आर्धातुकलकारेषु। अधुना अधुना विकरणप्रत्ययः यदा आगच्छति तर्हि तदा धातुना साक्षात् तिङ्प्रत्ययः अधुना न दृश्यते, धातुना विकरणप्रत्ययः दृश्यते, यतः द्वादिगणे शप् दिवादिगणे श्यन् इति अस्ति। परन्तु सर्वे विकरणप्रत्ययाः षित् सन्ति, श्यन् अपि षित् अस्ति, शप् अपि षित् अस्ति, प्रायः सर्वे सर्वे न प्रायः सर्वे षित् इति सन्ति, षित् अपि सार्वधातुकम्। अतः धातुना अधुना यत् विकरणप्रत्ययः दृश्यते साक्षात् तदपि सार्वधातुकम् अस्ति, अतः सार्वधातुकलकारः इदानीम् अपि अस्ति, सार्वधातुकप्रक्रिया इदानीम् अपि अस्ति इति वार्ता अस्ति। यतोहि शप् अपि षित् अस्ति सार्वधातुकम् अस्ति, श्यन् अपि षित् अस्ति सार्वधातुकम् अस्ति, अतः सार्वधातुकं सार्वधातुकप्रत्ययः एव धातुना साक्षात् दृश्यते, अतः सार्वधातुकप्रत्ययः इदानीमपि अस्ति। आहत्य किमस्ति, टु सम् अप्, विकरणप्रत्ययस्य पूर्वं यत् स्थितिः अस्ति तद् तत्र सार्वधातुकलकाराणां कृते धातुना साक्षात् तिङ् प्रत्ययः दृश्यते यत् सार्वधातुकम् अस्ति, अतः सार्वधातुकलकारः। आर्धातुकलकारेषु कृते धातुना साक्षात् तिङ् प्रत्ययः न दृश्यते, मध्ये किमपि अन्यत् आगच्छति यत् सार्वधातुकं नास्ति, यतः लृट् लकारस्य आगच्छति यत् सार्वधातुकं नास्ति, अतः तत्र आर्धातुकः भवति। तदनन्तरं ये ये सार्वधातुकलकाराः सन्ति तत्र तत्र एव गण अनुसृत्य विकरणप्रत्ययः आगच्छति, ये ये आर्धातुकलकाराः सन्ति तत्र गणस्य महत्त्वमेव नास्ति, अतः विकरणप्रत्ययस्य कोऽपि चिन्ता विकरणप्रत्ययस्य कापि चर्चा न भवति इति अस्ति इति वार्ता अस्ति। अवगच्छन्ति वा सर्वे? अवगच्छामि, स्टिल् भ्रमः अस्ति। विकरण धातु विकरणमध्ये सार्वधातुको वा आर्धधातुको वा स्या अस्ति आर्धधातुके, विकरण गणप्रत्ययः अस्ति सार्वधातुके। हा तदस्ति, परन्तु अहं किं वदामि यत् भवान् अवदत् तिङ् धातु प्रत्येक मध्ये सार्वधातुक सार्वधातुक सार्वधातुकेषु मध्ये नास्ति इति, मध्ये अस्ति विकरणस्य प्रत्ययात् पूर्वं यत् स्थितिः अस्ति तदेव चिन्तयति। यतोहि सार्वधातुकलकार आर्धातुकलकारस्य विधानस्य कृते विकरणप्रत्ययस्य पूर्वं यत् स्थितिः अस्ति तत् चिन्तयतु, विकरणप्रत्ययः अस्ति पूर्वं यदि साक्षात् तिङ् प्रत्ययः आगच्छति तर्हि सार्वधातुकलकारः, यदि साक्षात् ति न अस्ति अन्यत् किमपि अस्ति मध्ये स्य इति, यदि यदि स्यतासि लृटौ मध्ये स्य आगच्छति मध्ये, लृट् कृते मध्ये तास् आगच्छति इति, लुट् कृते तास् आगच्छति, लृट् कृते स्य आगच्छति, साक्षात् तिङ् नास्ति अतः तत् आधातुकः अस्ति, तदनन्तरं विकरणप्रत्ययस्य चिन्तनं करोति। परन्तु सार्वधातुकलकारः अस्ति आर्धातुकलकारः अस्ति तस्य चिन्तनस्य कृते विकरणप्रत्ययस्य पूर्वं यत् स्थितिः अस्ति तावत्पर्यन्तम् एव चिन्तनीयं। विकरणप्रत्ययस्य पूर्वम्, ओके महोदय, उदाहरणरूपेण वदति वदिष्यति किल, वदति वद् योगः अयोगः ति, अत्र ति साक्षात् दृश्यते इति उक्तं किल, इदं मा करोतु यतो हि वदति मध्ये साक्षात् न पश्यति खलु, मध्ये शप् अस्ति, हा तर्हि तत् अन्य उदाहरणं मा करोतु, स्टार्टिङ्ग्तः करोतु, लट् लकार फस्ट् स्टेप् फस्ट् स्टेप् अस्ति तत् करोतु, एण्ड् स्टेप् दृष्ट्वा मा अस्तु. समयः समाप्तः. प्रश्नाः सन्ति वा कस्यापि? एकवारं परपत्रं पठतु. प्रश्नः अस्ति चेत् कृपया पृच्छन्तु ईमेल् रूपेण अथवा अग्रिमरविवासरे. एकवारं पुनः शृणोमि महोदय, अनन्तरम् अवगच्छामि प्रायः. अस्तु, तर्हि समापयाः अधुना. अग्रिमरविवासरे मेलिष्यामः. तर्हि शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.